नमस्कारः. अस्माकं चिन्तनवर्गे, व्याकरणचिन्तनवर्गे सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति रुदादिगणः इति. वयं जानीमः रुदादिगणे रुदादिभ्यः श्नम् इति निश्नम् इति विकरणप्रत्ययः आगच्छति. यत्र कर्त्रार्थकसार्वधातुकप्रत्ययः अस्ति तत्र कर्तरि शप् शपं प्रबाद्य श्नम् आगच्छति. श्नम् इति विकरणप्रत्ययः मित् अस्ति, अतः मिदचोऽन्त्यात् परः इत्यनेन अन्त्यात् अन्तिम अच्वर्णात् अच्वर्णेषु यः अन्तिमः अस्ति तस्मात् परे श्नम् इति प्रत्ययः आगच्छति. अत्र मिदचोऽन्त्यात् परः इत्यस्मिन् विषये गते सप्ताहे प्रश्नः आसीत्. तस्मिन् विषये प्रायः महोदय अग्रिमसप्ताहे इतोपि वदिष्यति. परन्तु अत्र प्रश्नः आसीत् अत्र अनुवृत्तिसहितसूत्रे मित् अचः अन्त्यात् परः अन्तः इति अस्ति. तत्र अचः इति किमर्थं पञ्चमे अन्तं न स्यात्? मित् अचः अन्त्यात् परः. अचः इति विशेष्यम्, अन्त्यात् परः विशेषणद्वयम्, किमर्थं तथा न स्यात् इति शुकवनमहोदयेन पृष्टं. तर्हि अत्र तथा भवितुम् अर्हति, परन्तु वस्तुतः तथा नास्ति. अत्र व्याख्यानटीकाग्रन्थेषु कुत्रापि तथा नास्ति. किमर्थं तथा नास्ति इति तस्य किमपि कारणमस्ति, महोदय अग्रे दृष्ट्वा लेखिष्यति इति उक्तवान्. अतः ततः अग्रे इदानीं सरेम. अत्र रामप्रिया भगिनी, अत्र मिदचोऽन्त्यात् परः इत्यस्य अधोभागे अनेन सूत्रेण श्नम् यस्य वर्णसमुदायस्य ततः आरभ्य पठति वा? आं भगिनि, अनेन सूत्रेण श्नम् यस्य वर्णसमुदायस्य तस्य अन्तिम अवयवो भवति इति उक्तम्. अस्य अर्थः कः इति स्पष्टं भवति सुबन्तप्रकरणे. ज्ञानशब्दः बहुवचने ज्ञानानि भवति, ज्ञानयोगः इ. शी प्रत्ययः लषक्वतटिते इत्यनेन इ अवशिष्यते. मिदचोन्त्यात् परः इत्यनेन नुमागमः. ज्ञानयोगः नकारः योगः इ. अयं नकारः ज्ञान इति अङ्गस्य वर्णसमुदायस्य अन्तिम अवयवः इति कारणेन सर्वनामस्थाने च सम्बुद्धौ इत्यनेन अङ्गस्य उपधायाः दीर्घः. ज्ञानान् योगः इ ज्ञानानि. यदि नकारः ज्ञान इति अङ्गस्य अन्तिम अवयवः न अभविष्यत्, अकारः उपधायां न अभविष्यत्, सर्वनामस्थाने च सम्बुद्धौ इत्यनेन अकारस्य दीर्घादेशः च न अभविष्यत्. अस्तु, अत्र सूत्रे तु अनेन सूत्रेण श्नम् इति अस्माकं विकरणप्रत्ययः अस्ति. तत्र तु दत्तमस्ति यस्य वर्णसमुदायस्य तस्य अन्तिम अवयवः भवति श्नम् इति विकरणप्रत्ययः इति दत्तमस्ति. तत्र अर्थस्य स्पष्टीकरणार्थं वयं सुबन्तप्रकरणस्य एकम् उदाहरणं स्वीकुर्मः. तत्र बहुवचने ज्ञानशब्दस्य बहुवचने तु ज्ञानानि इति रूपम् अस्ति. ज्ञानयोगः इ इति स्थितौ तत्र षि इति प्रत्ययः प्रथमं तु सुवौ जस्, तत्र जस् स्थाने षि इति आदेशः भवति. षि इति प्रत्ययः तत्र लषक्वतदिते इति तस्य लोपः इत्यनेन इत्संज्ञा भूत्वा इ एव अवशिष्यते. तथैव ज्ञानयोगः इ इति स्थितिः इदानीम्. तत्र किं भवति इत्युक्ते प्रथमं तु नुमागमः भवति. कुत्र नुमागमः इति प्रश्ने सति मिदचोन्त्यात् परः वदति यस्य वरुणसमुदायस्य तस्य अन्तिम अवयवः भवति इति. अतः तत्र अन्तिम अच्वर्णः तु नकारोत्तर अकारः अन्तिम अच्वर्णः. अतः तत्र नकारस्य नुमागमः तत्र भवति. ज्ञानयोगः नुमागमस्य नुमागमः अनन्तरम् इ. इदानीं किं भवति, सर्वनामस्थाने अच सम्बुद्धौ इति सूत्रेण इदानीं तत्र सूत्रस्य प्रसक्तिः आगच्छति. तत् सूत्रं वदति अङ्गस्य उपधायाः दीर्घः भवतु इति. अङ्गस्य उपधा इत्युक्ते अत्र यदा ज्ञान योगः नुमागमः इत्युक्ते इदानीं नकारः एव अस्माकं अङ्गस्य उपधा. तस्य दीर्घत्वं भवति चेत् ज्ञानान् इति भवति. ज्ञानान् योगः इ ज्ञानानि इति अन्तिमरूपम् उपधायां कः वर्णः अस्ति? अकारः अस्ति. अकारः नकारः नास्ति, अकारः अस्ति. नकारोत्तरवर्ति अकारः अस्ति. तस्य एव उपधा, तस्य एव दीर्घत्वं भवति. ज्ञानान् योगः इ ज्ञानानि इति इदानीं भवति. यदा अस्माकं चिन्तनमस्ति यदा तत्र नकारः ज्ञान इति शब्दस्य अन्तिम अवयवः नास्ति चेत् किं भवति इत्युक्ते तत्र उपधास्थितवर्णस्य दीर्घत्वं तु न भवति, तत्र तु दोषाय रूपम् आगच्छति. आम्, किमर्थम्? अन्तिम अवयवः इति नकारोत्तरवर्ति अकारः अस्ति. यदा वयं तद् न स्वीकुर्मः, नकारः नकारः वा आकारः वा इति स्वीकुर्मः चेत् रूपं तु दोषाय भवति किल. नुमागम इदानीं कस्य आगमः अस्ति, कस्य आगमः अस्ति इति कृत्वा दीर्घत्वं भवति. नुमागमः अन्तिम अच्वर्णस्य अन्तिम अवयवः, अङ्गस्य अन्तिम अवयवस्य अनन्तरम् आगच्छति इति. अस्तु, स सम्यक् मितचोन्त्यात् परः इति न आगच्छति. इदानीम् अत्र नुमागमः कस्य समुदायस्य अंशः अस्ति? अकारस्य, क्षम्यताम्, अच्वर्णस्य. अच्वर्णस्य अच्वर्णस्य समुदायः भवति सामान्यतया, परन्तु सूत्रे किम् अस्ति? सर्वेषु स्वरेषु अन्तिमः, यः अन्तिमः तस्मात् परः इति आगच्छति किल. तस्मात् परः, अनन्तरं तदनन्तरं तत्र व्याख्यायां पठतु. अत्र यः मित् अस्ति सः अच्वर्णेषु अन्त्यात् परः याति. तदनन्तरम् अपि च मिथुचोन्त्यात् परः इति सूत्रे प्रथमवाक्यं अपि च अयं मित् यस्य वर्णसमुदायस्य तस्य अन्तिम अवयवो भवति. अस्तु, अस्य अर्थः एव अस्तु, अतः एव अन्तिम अवयः भवति इति चेत् अत्र वस्तुतः अत्र ज्ञान इति शब्दः अस्ति, तस्य अनन्तरं नुमागमः आगच्छति. इदानीं सूत्रे अन्तः इति अनुवृत्तिः नास्ति चेत्, अन्तग्रहणम् अन्तिम अवयवस्य अंशः इति नास्ति चेत् तर्हि तत्र किं भवति इति चेत् अकार उत्तरवर्ति नकारः, ज्ञान इति अस्ति खलु, अन्ते अकारः अस्ति ज्ञान इति, तत्र अकारस्य अनन्तरं नुमागमः भवति. इदानीम् अन् इति भागः एकः समुदायः भवति, ज्ञान इति शब्दस्वरूपस्य समुदायः न भवति नुमागमः. सूत्रे अन्तः इति अन्तग्रहणम् इति कृत्वा तत्र ज्ञान इति शब्दस्वरूपस्य अवयवः भवति नुमागमः. अवयवः भवति इत्युक्ते अङ्गस्य भागः भवति. इदानीं ज्ञानन् इति अङ्गमस्ति, ज्ञानन् इति अङ्गमस्ति इति कृत्वा उपधायाम् अकारः अस्ति, अतः अत्र उपधा दीर्घः भवति. सर्वनामस्थाने च सम्बुद्धौ इति सूत्रेण उपधा दीर्घः भवति. यदि अत्र नुमागमः अन्तवयवः यस्य यस्य समुदायस्य आगमः समुदायस्य आगमः इति न स्वीकुर्मः चेत् तर्हि अन् इति भागः अकारस्य एव समुदायः, अकारस्य एव भागः भवति. परन्तु अन् इति भागः तदानीं तत्र अङ्गस्य भागः न भवति. अङ्गः अङ्गस्य उपधायाम् इदानीम् अकारः न भवति. तत्र अन् अकारस्य अन् इति भागः पृथक्तया एकः समुदायः भवति, परन्तु ज्ञानन् इति समुदायः न भवति. यावत्पर्यन्तं ज्ञानन् इति समुदायः नास्ति तावत्पर्यन्तम् उपधादीर्घः न भवति खलु. स्पष्टमस्ति वा भगिनि? अस्तु, समीचीनं. कोऽपि प्रश्नः वा एतावता? अस्तु, लक्ष्मी भगिनी भवती पठति वा? नमस्ते महोदय. हा नमस्कारः महोदय. अत्र अत्र शब्दं ज्ञान इति अतः एव तस्य नकारस्य आगतं परे दीर्घ भवति. अन् इति चेत् अकारः अस्ति नास्ति चेत् अत्र दीर्घत्वं न भवति वा? ज्ञान् इन् इति अस्ति चेत् इदानीम् अत्र ज्ञान इति अस्ति. इदानीं ज्ञान इति शब्दस्वरूपस्य अन्तिम अच्वरणस्य अनन्तरं नुमागमः भवति. इदानीं नुमागमः भूत्वा ज्ञानन् इति अङ्गमस्ति. यतोहि नुम् इदानीं नुम् आगमः ज्ञान इत्यस्य अङ्गस्य अंशः अस्ति. यतोहि मिदचोन्त्यात् परः इति सूत्रे अन्तः इति अनुवृत्तिः अस्ति. इत्युक्ते यस्य वर्णसमुदायस्य आगमः तस्य अन्तिम अवयवः भवति. तर्हि इदानीं ज्ञान इति शब्दस्वरूपस्य आगमः तत्र अन्तिमच्वर्णात् परः आगमः, तर्हि तस्य समुदायस्य अंशः भवति. इदानीं नुमागमस्य अनन्तरं ज्ञानन् इति अङ्गमस्ति. ज्ञानन् इति अङ्गमस्ति, तदनन्तरम् इ इति प्रत्ययः अस्ति. अतः उपधा दीर्घः भवति, उपधायां दीर्घत्वं भवति. अस्तु, ज्ञानन् ईकारस्य पूर्वं ज्ञानन् इति नुमागमः भवति, ज्ञानन् इति रूपम्. इदानीं वर्णसमुदायम् अस्ति नास्ति? वर्णसमुदायः अस्ति, यतोहि मिदचोन्त्यात् परः इति सूत्रे स्पष्टतया वदति नुमागमः यस्य आगमः तस्य समुदायस्य अंशः भवति इति. अतः नुमागमः इदानीं ज्ञान इत्यस्य ज्ञानन् इति समुदायः भवति. इदानीं नूतनसमुदायः ज्ञानन्, अतः अङ्गं ज्ञानन् इति अस्ति इदानीं. यदि अत्र सूत्रे अन्तग्रहणम् अन्तिम अवयवः भवति इति न उक्तं, तर्हि तत्र किं भवति इति चेत् ज्ञान इति अङ्गम् अस्ति, तस्य अनन्तरं नुमागमः भवति. इदानीं नुमागमः अङ्गस्य अंशः न भवति. तत्र अङ्गस्य अंशः न भवति. अङ्गस्य अंशः न भवति चेत् तत्र इदानीमपि ज्ञान इति एव अङ्गं, तदनन्तरं नुमागमः, अनन्तरम् इ इति प्रत्ययः, तर्हि नि इति अस्ति. तर्हि तत्र किं भवति? ज्ञान इति एव अङ्गम् अस्ति चेत् तत्र उपधायाम् इदानीम् अकारः नास्ति, उपधायां नकारः अस्ति. अतः सर्वनामस्थाने च सम्बुद्धौ इति सूत्रेण उपधा दीर्घत्वं न भवति. तर्हि तत्र यथा भगिनी उक्तवती अनिष्टं रूपं प्राप्नुमः ज्ञाननी इति. ज्ञानानि इति न प्राप्नुमः, ज्ञानिनी इति प्राप्नुमः. धन्यवादः महोदय. अस्तु, भगिनी पठति वा? लक्ष्मी भगिनी. अहं पठामि भगिनि. अस्तु, प्रश्नः तत्र गते सप्ताहे एव वयं दृष्टवन्तः, पुनः द्रष्टव्यं वा? न, भवती किं कुतः पठामि? तत् परिच्छेदं त्यक्त्वा अग्रे एवं च यदाश्नं प्रत्ययः आगतः. अस्तु, अत्र एवं च यदा श्नं प्रत्ययः आगतः तदा विकरणप्रत्ययः निमित्तिकम् अङ्गकार्यम्. अत्र पूर्वम् उक्तमस्ति अत्र अस्मिन् गणे श्नम् इति विकरणप्रत्ययः आगच्छति. तदा प्रथमतया धातुविकरणप्रत्ययोः मेलनेन तत्र विकरणप्रत्ययनिमित्तिकम् अङ्गकार्यं भवति इति उक्तमस्ति. रुदादिगणे एकमेव विकरणप्रत्ययनिमित्तिकम् अङ्गकार्यं भवति, तच्च केवलं यत् श्नम् प्रत्ययात् परं धातौ नकारः वर्तते. श्नम् प्रत्ययात् परं स्थितस्य नकारस्य लोपः श्नान्नलोपः इत्यनेन सूत्रेण, यथा इन्ध् योगः श्नम् इनन्ध् इनन्ध् इत्यस्मिन् श्नम् प्रत्ययात् परे धातौ नकारः वर्तते, अतः श्नान्नलोपः इत्यनेन श्नम् प्रत्ययात् उत्तरस्य नकारस्य लोपः इनन्ध् इनद् भवति. एवमेव तृणः योगः श्नम् तृणौः अनन्तरं तृणः भवति अञ्ज् अनञ्ज् भवति अनन्तरम् अनज् रूपं भञ्ज् भनज् भनञ्ज् भनज् तञ्ज् तनञ्ज् तनज् उन्द् उनन्द् उनद् इत्यादिकम् अग्रे पठामि वा नो चेत् वदामि वा भगिनि अत्र पठित्वा वदतु अनन्तरम् अस्तु ध्येयं यत् अङ्गकार्यं ध्येयं यत् अङ्गकार्यं नाम प्रत्ययं निमित्तीकृत्य अङ्गम् उद्दिश्य यत् कार्यं तद् अङ्गकार्यं केवलं प्रत्ययात् प्राक् तदेव अङ्गम् इति न प्रत्ययं निमित्तीकृत्य यत्र कार्यं भवति तत्र अङ्गम् अतः रुदादिगणे यद्यपि विकरणप्रत्ययः धातोः मध्ये उपविशति तथापि स च धातुः विकरणप्रत्ययस्य कारणेन अङ्गम् एव इत्युक्ते अत्र रुदादिगणे विकरणप्रत्ययनिमित्तिकम् अङ्गकार्यम् एकमेव अस्ति इति उक्तमस्ति अत्र विकरणप्रत्ययः श्नम् अस्ति श्नम् प्रत्ययात् परं धातोः नकारः वर्तते इति दत्तमस्ति अत्र श्नम् प्रत्ययात् परं स्थितस्य नकारस्य लोपः भवति श्नान् न लोपः इति सूत्रेण इति उक्तमस्ति अत्र प्रक्रिया दत्तमस्ति इत्युक्ते अत्र धातुविकरणप्रत्ययोः मेलनेन विकरणप्रत्ययनिमित्तिकम् अङ्गकार्यं प्रक्रिया अत्र दत्ता प्रथमतया धातुं धातुः इन्द् धातुः अस्ति इन्दुधातुः तः धातोः पर श्नम् प्रत्ययस्य श्नम् विकरणप्रत्ययस्य योजनेन अत्र श्नम् इति वदामश्चेत् तत्र मकारः मित् अस्ति अपि च हलन्तिम् इत्यनेन अपगच्छति षकारः लशक्वतधिते इत्यनेन अपगच्छति केवलं नकारः एव तिष्ठति किन्तु सः नकारः नुमागमः अत्र मिदचोन्त्यात्परः इति सूत्रेण अन्तिम अचवर्णस्य अनन्तरम् आगच्छति इति कारणतः अत्र इनन्ध् रूपम् आगतम् इनन्ध् इत्यस्मिन् श्नम् प्रत्ययस्य अनन्तरम् अत्र इनन्ध् इत्यस्मिन् अत्र यः नकारः अस्ति सः नकारः अपगच्छति श्नान्नलोपः इति सूत्रस्य आधारेण श्नम् प्रत्यय कीदृशनकारः अत्र नकारद्वयमस्ति कीदृशनकारः इत्युक्ते तस्य लोपः द्वितीयनकारस्य लोपः भवति इत्युक्ते इना इना ताधा एव तिष्ठति तत्र न्ध इत्यस्मिन् तत्र अत्र श्नान्नलोपः वदति यत् श्नम् प्रत्ययस्य अनन्तरं यः नकारः अस्ति तस्य लोपः भवति इति उक्तमस्ति इत्युक्ते अत्र प्रथमनकारः तथा एव तिष्ठति इना तथा एव तिष्ठति द्वितीयनकारस्य लोपः अनेन सूत्रेण भवति तदर्थम् अत्र इनन्ध् इनध् भवति तद् तथा एव प्रक्रिया अत्र अन्यानि अन्ये धातवः अपि सन्ति तृणः तृणः इति धातुः तृणः इति अङ्गम् वा भगिनि अत्र सत्यम् अङ्गं तृङ् इति अङ्गमस्ति तृणः इति अङ्गम् आगच्छति अपि च अञ्ज् इति धातुतः अनज् इति अङ्गं भञ्ज् धातुतः भनज् अङ्गं तञ्ज् धातुतः तनज् अङ्गं तथा एव उन्द् धातुतः उनद् इति अङ्गम् आगतम् इत्युक्ते अङ्गकार्यम् अभवत् अत्र साधारणतया अङ्गकार्यम् इत्युक्ते धातुविकरणप्रत्ययोः मेलनेन तदा अङ्गं सिध्यति अत्र अङ्गकार्यम् इत्युक्ते किञ्चित् भिन्नरूपेण अत्र अस्मिन् गणे भिन्नरीत्या भवति अत्र किं दत्तं सिद्धेयं यत् अङ्गकार्यं नाम प्रत्ययं निमित्तीकृत्य अङ्गम् उद्दिश्य यत् कार्यं सम्भवति तदेव अङ्गकार्यं केवलं द्वितीयं वाक्यं पश्यामश्चेत् केवलं प्रत्ययात् प्राक् यदस्ति तदेव अङ्गम् इति साधारणतया संज्ञासूत्रं पश्यामश्चेत् प्रत्ययात् पूर्वं यः भागः अस्ति तदेव अङ्गम् इति वदामः, परन्तु अत्र निर्वचनं भिन्नरीत्या दत्तमस्ति. किमर्थं चेत् तत्र अत्र प्रक्रिया भिन्ना अस्ति इति कृत्वा प्रत्ययं निमित्तीकृत्य कार्यं भवति तद् अङ्गम् इत्युक्ते अत्र रुधादिगणे धातुविकरणप्रत्ययोः किमस्ति, यद्यपि विकरणप्रत्ययः धातोः मध्ये उपविशति तथापि अत्र यत् कार्यम् अभवत् तद् तद् अङ्गकार्यम् इति एव वदामः. समीचीनं भगिनि. वस्तुतः अत्र त्रिङ् अत्र इनन्द् इति अस्ति, तदनन्तरं वस्तुतः इन्द् इन्द् योगः टि इति प्रत्ययः अस्ति, टि इति प्रत्ययः अस्ति, यतोहि यावत्पर्यन्तं टि इति प्रत्ययः नास्ति तावत्पर्यन्तं श्नम् इति आगन्तुमेव न शक्नोति, यद्यपि तत् अत्र न प्रदर्शितं. वस्तुतः इन्द् योगः टि इति अस्ति, तदनन्तरं श्नम् आगच्छति. यथा शपं प्रबाध्य श्नम् आगच्छति. सत्यं सत्यं. समीचीनं भगिनि. अत्र अत्र किम् अत्र वस्तुतः किम् अस्ति इति प्रायः अत्र परिभाषा किमपि अस्ति येन स्पष्टं भवति यत् यद्यपि श्नम् इति प्रत्ययः धातोः मध्ये आगच्छति तथापि इदानीम् अत्र अङ्गमेव, इदानीं श्नम् इति प्रत्ययं निमित्तीकृत्य अत्र श्नान्नलोपः इत्यस्य कार्यं भवति, अतः अङ्गकार्यमेव इति तावत् दत्तमस्ति अत्र. धन्यवादः. हा समीचीनमस्ति. अस्तु अग्रे सरला भगिनी, श्नान्नलोपः इति सूत्रं पठति वा? आं भगिनि. श्नान् लोपः षष्ठमध्यासे चतुर्थपादे त्रिविंशति सूत्रं. पुनः पुनः सूत्रम् उच्चारयतु भगिनि. श्नान् श्नान्नलोपः. हा सत्यं. श्नम् प्रत्योत्तरस्य नकारस्य लोपो भवति, नस्य लोपो न लोपः, षष्ठी तत्पुरुषः. श्नात् पञ्चम्यान्तं, न लोपः प्रथमान्तं, द्विपदं सूत्रम्. अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् एव श्नात् अङ्गस्य न लोपः. श्नम् इति प्रत्ययः अस्ति, तस्य परे यः नकारः अस्ति तस्य लोपः भवति. सो नस्य लोपो न लोपः इति न लोपः अस्ति समस्तपदं, तस्य नस्य लोपः तद् भवति. श्नात् श्नात् इति पञ्चम्यान्तम् अस्ति, तस्य परे यः अङ्गम् अस्ति पूरा अङ्ग यः अङ्गम् अस्ति तत्र तस्मिन् श्नात् परे नकारः आगच्छति तस्य नकारस्य लोपः भवति इति श्नान् लोपः इति वदति. समीचीनं. यथा उदाहरणम् इन्द्रयोगश्नम् अस्ति, तत्र अनुबन्धलोपान्तरं न इति आगच्छति, मिदुचो अन्त्यान्तपर इति सूत्रेण इकारस्य अनन्तरं न आगच्छति, नकारस्य अनन्तरं यः नकारः अस्ति तस्य नकारस्य लोपः भवति. सो इन्नद् इति भवति श्नान् लोप श्नान् न लोप इति सूत्रेण. समीचीनं भगिनि. अग्रे अत्र तिङ् प्रत्ययसिद्धिः, तत्र तिङ् प्रत्ययस्य तत्र अदन्तम् अङ्गम् अस्ति चेत् अनदन्तम् अङ्गम् अस्ति चेत् भेदः कः इति एकवारं वदतु. अस्तु, परस्मैपदी कोऽपि भेदः न भव लोट् लकारे कोऽपि भेदः नास्ति. लोट् लकारे मध्यमपुरुष एकवचन हि नास्ति अदन्त अङ्गे, तत्र केवलं यथा भव इति केवलं भवति. लङ् लकारे एवमेव तथैव अस्ति. विधिलिङ्गे यकार नास्ति अदन्त अङ्गे, केवलम् इत् इताम् इयु इति आगच्छति, तत्र या नास्ति अदन्तवागे. आत्मनेपदी प्रथमपुरुषे बहुवचने अन्ते अस्ति आत्मनेपदी, अपि मध्यमपुरुषे इति आगच्छति बहु द्विवचने, ते इति अन्ते अस्ति, अत्र अस्ति ते आते अते अस्ति, मध्यमपुरुषे आथे तत्र इथे अस्ति अदन्ताङ्गे, तथैव लोट् लकारे अपि बहुवचने नकार अस्ति अन्ता, द्विवचने इताम् अस्ति इकार अस्ति इताम्, मध्यमपुरुषे द्विवचने इथाम् अस्ति, न तु अत्र आथाम् अस्ति अनदन्ताङ्गे, अपि तथैव लङ्लकारे अपि आतां द्विवचने तत्र इताम् अस्ति, बहुवचने अन्ता अस्ति नकार अस्ति, मध्यमपुरुषे द्विवचने इथाम् अस्ति, अपि विधिलिङ्ग समानप्रक्रिया समानसिद्धलिङ्गप्रत्ययः सन्ति. समीचीनं भगिनी, सम्यक् सम्यक् अस्ति. अस्तु, तर्हि अत्र अग्रे मणिमहोदय पठति वा? पठामि महोदय. प्रत्ययादेशः कश्चित् विशिष्टसिद्धस्थित्यां येषु सिद्धतिङ् प्रत्ययेषु केचन परिवर्तन्ते अयं विकारः प्रत्ययादेशः इति उच्यते. प्रश्नपदि लोटि अहुजल्गो हि हू धातुः जलन्देभ्यः धातुभ्यः च हि प्रत्ययस्य स्थाने जि आदेशः भवति. अनुवृत्तिसदसूत्रं हुजल्भ्यः अङ्गेभ्यः हे दि दिः हे हे दिः. हू धातु अथवा जलन्देभ्य अन्ते धातु च अन्ते जल् वर्णः अस्ति चेत् हि स्थाने दि प्रत्यये परे हि स्थाने दि आदेशः भवति इति अत्र उक्तं. पर्श्वपदस्य लङि पठामि महोदय. पठतु महोदय. अपृत् एकाल् प्रत्ययः यस्य प्रत्ययस्य एकाल् एक एव अल् तस्य अपृत् संख्या भवति. एकाशौ अल् एकाल् प्रमुदारेण अपृत्प्रथमान्तम् एकाल् प्रथमान्तं प्रत्ययप्रथमान्तं त्रिपदं सूत्रं सूत्रं स्वयं सम्पूर्णं एकाल् प्रत्ययः अपृत्तः. एक एव प्रत्ययः वर्णः प्रत्ययः अस्ति चेत् तत् अपृतः इति वदामः. अनन्तरं सूत्रेण हल्यापि भवति दिश्च अपृक्तं हल् इति सूत्रेण किं भवति इति उक्तम्. हलन्तात् दीर्घान्तात् दीर्घपन्तात् च सूचिषि इत्येतेषाम् अपृतसमीक्षा हलः लोपः. अनुवृत्तिसहितसूत्रं दीर्घात् हलङ्याभ्योः सुदिश्च अपृक्तं हल् लिप्यते इति सूत्रं वदति. यत्र हल् याप् आप् इति धातु परे अस्ति धातु अन्ते अस्ति चेत् एकेव अस्ति प्रत्ययः अस्ति चेत् अपृतः लोपो भवति इति उक्तम्. उदाहरणार्थं सुबन्धपदेषु प्रथमपदे प्रथमपक्ति एकवचनेषु अनन्तरं लङ्लकारे प्रथमपुरुष एकवचने तकारः मध्यमपुरुषे एकवचने सकारः तस्य लोपो भवति इति उक्तम् अत्र. समीचीनं महोदय, सम्यक् अस्ति. अस्माकं परिचितसूत्राणि एव खलु? अस्तु, सन्नि समीचीनं, धन्यवादः महोदय. अग्रे अत्र लक्ष्मी भगिनी अग्रे, क्षम्यतां रामप्रिया भगिनी, क्षम्यतां भगिनी रामप्रिया भगिनी. आं भगिनि. तिङ्प्रत्ययनिमित्तिकम् अङ्गकार्यं तदा अङ्गतिङ्प्रत्ययोः मेलनम्. प्रथमम् अङ्गकार्यम्, रुदादिगणे तिङ्प्रत्ययनिमित्तिकम् अङ्गकार्यम् एकमेव, तच्च सर्वेषु धातुषु प्रवर्तते. अपित्सु सार्वधातुकलकारेषु श्नम् प्रत्यये स्थितस्य अकारस्य लोपो भवति श्नसोरल्लोपः इत्यनेन सूत्रेण. यदा रुनद् योगः तः, रुन्द् योगः तः, बिनद् योगः तः, बिन्द् योगः तः, कृणत् योगः तः, कृन्त् योगः तः, शुणद् योगः तः, शुन्द् योगः तः, तृणः योगः तः, तृण्ड् इत्यादिकम्। अस्तु, सूत्रं पठित्वा प्रतिपादयामि श्नचोरल्लोपः। श्नम् प्रत्ययस्य अपि च अस् धातोः अकारस्य लोपो भवति कितिङ् इति सार्वधातुके परे। श्नश्च अश्च तयोः इतरेतरद्वन्द्वः श्नसौ शकन्द्वादिषु पररूपं वाच्यम् इति वार्तिकेन पररूपादेशात् न सवर्णदीर्घसन्धिः। श्नसोः षष्ट्यन्तम् अल्लोपः प्रथमान्तं द्विपदमिदं सूत्रम्। अथ उत्सार्वधातुके इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः। गमहन जनखन घसां लोपः नित्यनङ्गी इत्यस्मात् निति इत्यस्य अनुवृत्तिः। अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम्। अङ्गस्य श्नसोः अल्लोपः सार्वधातुके निति। अस्तु, अत्र सूत्रं वदति यत्र अङ्गकार्यं भवति रुदादिगणे तत्र सर्वेषु धातुषु प्रवर्तते, तत्र अपित्सु इत्युक्ते यत्र सार्वधातुकलकारेषु अपित्सु श्नम् प्रत्यये परे अकारस्य लोपः भवति श्नसोरल्लोपः इति सूत्रेण। श्नम् प्रत्ययस्य अपि च अस् धातोः परे, अदादिगणे अस् धातोः विषये वयं दृष्टवन्तः, निमित्तमस्ति इति कितिङ् इति सार्वधातुके परे। अस्तु, हलादि अपित्सु अजादि अपित्सु अस्य सूत्रस्य प्रसक्तिः अस्ति। तावदेव किल भगिनि, अकारस्य लोपः भवति अत्र शकन्वादिषु पररूपं वाच्यम्। अस्तु, शकन्द्वादिषु शकन्द्वादिषु इति वार्तिकेन पररूपादेशात् न सवर्ण दीर्घसन्धिः। अस्तु, श्नम् योगः तत्र अकारस्य लोपः तु भवति एव, पररूपादेशात् सवर्णदीर्घसन्धेः अवसरः कुत्र अस्ति? अत्र सूत्रं किमस्ति? सूत्रस्य पर अकारस्य लोपो भवति। ओहो, ओ सूत्रस्य सवर्णदीर्घसन्धिः वा? अस्तु, श्नसोः अल् लोपः प्रथमश्नसोः इति अस्ति तस्य पद श्नसोः, ओ तत्र वा श्नस् श्न अस् श्नयोगः श्नयोगः अस् अस्तु, तत्र श्नव सवर्णदीर्घसन्धिः भवितुम् अर्हति खलु? आम्, श्नास् इति भवति, श्नास् इति भवति, श्नासोरल्लोपः इति भवति स्म, परन्तु अत्र सवर्णदीर्घसन्धिं प्रबाद्य पररूपादेशः अत्र एङ्गी पररूपम् इति अग्रिमसूत्रेण पररूपादेशं कृत्वा श्नसोरल्लोपः। अस्तु, वस्तुतः अहं चिन्तयामि किं हा अत्र श्नसोरल्लोपः इति सूत्रमस्ति खलु, श्नसोरल्लोपः तत्र श्नसोरलोपः इति पदच्छेदं कुर्मः चेत् श्नयोगः अस् इति अस्ति, श्नसोः इति षष्ट्यन्तं, श्नयोगः अस्, श्न इति अकारान्तः अस्ति, अस् इति अस् अपि आदौ अकारः अस्ति, तर्हि तत्र अकः सवर्णदीर्घः इत्यनेन सवर्णदीर्घसन्धिः भवितुमर्हति, श्नास् इति भवति, सामान्यतया श्नास् इति भवति स्म, परन्तु अत्र अत्र शकन्द्वादिषु पररूपं वाच्यम् इति वार्तिकेन अत्र पररूपादेशः भवति न तु सवर्णदीर्घसन्धिः इति कृत्वा अत्र पररूपादेशः अत्र अकारयोगः अकार पररूपादेशः द्वयोः स्थाने अकारः, तर्हि श्नस् इति एव तिष्ठति, श्नसोरल्लोपः इति तिष्ठति। वस्तुतः अहं किं चिन्तयामि इत्युक्ते अत्र किमर्थं क्षम्यताम् महोदय, सन्देहः, स्नम् इत्यस्य अकारः लोपः नकारस्य सिद्धः अकारः लोपः भवति, बट् परन्तु अस् धातुः अकारः प्रथमवर्ण अकारः लोपो भवति शकारः एव तिष्ठति वा? शकारः एव तिष्ठति अत्र लङ् लकारे लङ् न केवलं लङ् लकारे लोट् लट् लकारे अपि अत्र अस्ति स्तः स्तः इति अस्ति खलु स्तः इति यतोहि अपित् प्रत्ययः अस्ति अतः अकारस्य लोपः भवति अस्धातोः अकारस्य लोपः सन्ति तत्रापि अकारस्य लोपः भवति. धन्यवादः. हा अहं किं चिन्तयामि इत्युक्ते अत्र श्नसोरलोपः इति श्नासोरल्लोपः इति अस्ति चेत् तत्र किमर्थं तथा न स्यात्? यतोहि सवर्णदीर्घसन्देहे अवसरः अस्ति इति किमर्थम् एतस्य श्नस् इति कृतं तथा किमर्थं कृतम् इति चेत् वस्तुतः श्नासोरल्लोपः इति भवति चेत् सन्देहः भवति अत्र क्रयादिभ्यः श्ना इति अस्य अपि श्ना इति विकरणप्रत्ययः अस्ति खलु तर्हि सन्देहः भवति क्रयादिगणस्य विषये वदति वा अथवा अन्यस्मिन् विषये वदति वा इति सन्देहः भवति अतः एव श्नास् इति न कृतं सन्देहस्य निवारणाय श्नास् इति न कृतं केवलं श्नस् इति करोति चेत् तर्हि इदानीं स्पष्टमस्ति श्न इति तत्र श्नं विषये एव वदति इति. तत्र सार्वधातुके इत्यपि किमर्थं श्नम् इति तु विकरणप्रत्ययः सार्वधातुकप्रत्ययपरे एव आगच्छति किल भगिनि? सत्यं परन्तु अस्धातोः तत्र सार्वधातुकलकारेषु एव भवतु इति न जानीमः खलु. आर्धधातुके न भवति इति वा? सत्यम् आर्धधातुके न भवति श्नसुरलोपः केवलं सार्वधातुकलकारेषु सार्वधातुके एव. अस्तु अस्तु भगिनि धन्यवादः. अग्रे अत्र सरला भगिनी पठति वा एङ्गीपररूपम्? एङ्गीपररूपम् इत्यनेन अवर्णात् उपसर्गात् अवर्णान्तात् उपसर्गात् एङ्गात् आदौ धातौ परे पररूपादेशो भवति. प्रयोग एजते प्रेजते उपयोग ओषति उपोषति. अष्टाध्याय्यां तस्मिन्नेव स्थले वार्तिकम् अस्ति शकन्धवादिषु पररूपं वाच्यं. शकयोग अन्धु शकन्धु कुल्लयोग कुल अटा कुलटा शकन्ध्वादि आकृतिगणः अनेन श्नसौ अपि अन्यतमः सदस्य. एङ्गीपररूपम् इति सूत्रेण यदि अवर्णान्तात् उपसर्गात् एङ्गादौ धातो यदि उपसर्ग आदौ अस्ति एङ् प्रत्याहारे ए ओ इति आगच्छति आदौ अस्ति तस्य वृद्धिसन्धि बाधित्वा पररूप आदेशः भवति. प्रेजते भवति तथैव उपयोग ओषति उपोषति भवति इति कथं भवति? वार्तिकमस्ति शकन्ध्वादिषु पररूपं वाच्यम् इति वार्तिकेन केवलं पररूपम् इति आदेशः भवति न तु समनदीर्घसन्धि भवति अत्र वा एतस्मिन् उदाहरणे एङि विधि सन्धि बाधित्वा इति आगच्छति अत्र. भगिनि एकक्षणं अत्र प्रयोगः एजते इत्यस्मिन् सन्दर्भे वृद्धिसन्धि बाधयित्वा तत्र एङ्गीपररूपं भवति इति तु सत्यं परन्तु तत्र एङ्गीपररूपम् इति सूत्रे तत्र शकन्द्वादिषु पररूपं वाच्यम् इति वार्तिकस्य विषये उक्तम् अस्ति. तत्र शकन्द्वादिषु पररूपं वाच्यम् इति वार्तिकेन अत्र प्रेजते भवति इति नास्ति खलु? न वार्तिकेन केवलं पररूपम् इति आदेशः भवति इति उच्यते वार्तिकेन. वार्तिकेन तथैव अति पररूपं वाच्यम् इति अपि एतस्मिन् सूत्रे आगच्छति एङ्गीपररूपम् इति सूत्रे. अन्य उदाहरणानि अन्यानि उदाहरणानि अन्य उदाहरणानि सन्ति शक् योग अन्धु अत्र शक् अकार अन्धु तस्य आदौ अकार तस्य सवर्दीकसन्धि भवति शकन्धु इति तथैव कुल्लयोग अट सवर्दी सन्धि बाधित्वा कुलटा केवलम् अस्ति तथैव श्नसौ इति एते समूहे आगच्छति एतस्मिन् समूहे आगच्छति शक् श्न योग धातु श्नसौ इति भवति सत्यं भगिनि अत्र शकन् शक् योगः अन्धु शकन्द्वादिषु गणेषु ये ये शब्दाः सन्ति तेषु शकन् शक् योगः अन्धु तत्र सवर्णदीर्घसन्धि बाधित्वा तत्र पररूपादेशः भवति एङ्गि पररूपम् इत्यनेन हा तत्र शकन्द्वादिः आकृतिगणः इति उक्तं तस्य अर्थः आकृति तस्य अर्थ महोदय उक्तवान् सर्वे सदस्याः न तिष्ठन्ति तस्मिन् इत्युक्ते सर्वे सदस्याः न उक्ताः तस्मिन् गणे केवलम् आकृति गणः इति उक्तमस्ति सत्यम् इत्युक्ते तत्र उदाहरणरूपेण केचन शब्दाः उक्ताः परन्तु अन्ये शब्दाः अपि तस्मिन् गणे तस्मिन् गणे अन्तर्भूताः भवितुम् अर्हति अतः अत्र यद्यपि श्नस् इति सवर्णदीर्घसन्धिः तत्र न भवति पररूपादेशः भवति इति कृत्वा समाननियमः अस्ति तत्रापि श्नस् इत्यस्य कृते अपि अतः तादृशशब्दस्वरूपः अपि शकन्द्वादिषु इत्यस्मिन् इति गणे शकन्द्वादिगणे अन्तर्भूतः अस्ति श्नस् इति शब्दः अपि इत्युक्ते यत्र सवर्णदीर्घसन्धि न भूत्वा पररूपादेशः भवति तादृशशब्दाः अपि एतस्मिन् गणे अन्तर्भूताः समीचीनम् अस्तु सम्यक् अस्ति अस्तु धन्यवादः भगिनि अग्रे लक्ष्मी भगिनी पठतु भगिनी इत्युक्ते अत्र अस्मिन् परिच्छेदे एङ्गि पररूपम् इति पररूपसन्धेः सूत्रमस्ति पररूपसन्धि अत्र वृद्धिसन्धिं प्रबाध्य अत्र पररूपसन्धिः भवति प्रेजिते इत्यस्मिन् उदाहरणे तथा एव अत्र शकयोगः अन्धुः तत्र शकान्धुः तत्र दीर्घत्वं भवति यदि सवर्णदीर्घसन्धिः भवति चेत् किन्तु शकन्ध्वादिषु पररूपं वाच्यम् इति वार्तिकेन अत्र केवलं ह्रस्वादेशः भूत्वा केवलम् अकारः एव अस्ति इति कारणतः शकन्धुः तथा एव कुलयोगः अट न तु कुलाट इति नास्ति केवलं कुलट इति अवगच्छामि तथा तादृशानि उदाहरणानि किमर्थं चेत् तत्र श्वशौ श्वशोरल्लोपः इति सूत्रे श्वशौ इति पदमस्ति तत्रापि श्नशोरल्लोपः क्षम्यतां श्नशौ इत्यस्मिन् अत्रापि सवर्णदीर्घसन्धिः भवति अर्हति स्म किन्तु न भवति अनेन वार्तिकेन अवगच्छामि धन्यवादः अपि च अत्र एवं च श्नशोरल्लोपः इति सूत्रस्य कारणतः पित्सु प्रत्ययेषु एकं रूपम् अपित्सु प्रत्ययेषु अन्यत् रूपम् इत्युक्ते अत्र पूर्वम् एव उक्तमस्ति श्नशोरल्लोपः इत्युक्ते किं श्नं प्रत्ययस्य अथवा अपि च अस् धातोः अकारस्य लोपः भवति यदि किति निति सार्वधातुकप्रत्यये परे इति कितिमिति प्रत्यये परे इति तत्र निमित्तं दत्तमस्ति अत्र पित्सु इत्युक्ते अत्र पित् इत्युक्ते पित्सु प्रत्ययेषु अत्र ति प्रत्ययः पित् प्रत्ययः अतः अकारस्य लोपः न भवति अतः एव अत्र पित्सु प्रत्ययेषु अकारस्य लोपः न भवति इति दत्तमस्ति तस्य कृते उदाहरणानि रुद् धातुः अपि तृष्णं विकरणप्रत्ययं योजयामश्चेत् तत्र नकारः अवशिष्यते अपि च तिङ्प्रत्ययं योजयामः तदा अत्र अकारलोपः न भवति. किमर्थं चेत् टि प्रत्ययः किट् प्रत्ययः नास्ति. अतः तथा एव अन्यानि उदाहरणानि अपि पठामि वा भगिनि? अन्यानि पठतु. क्षुद् योगः न योगः ति, क्षुणद् योगः ति. तत्र णत्वं मूर्धन्यणकारादेशः अपि अभवत्, किन्तु तत्र अहं चिन्तयामि सन्धिकार्याणि सन्ति इति अहं चिन्तयामि. ऋच् योगः न योगः णत्वं, तत्र णत्वं णत्वविधायकसूत्रमस्ति खलु. ऋच् योगः न योगः ति, ऋणच् योगः ति, तृद् योगः न योगः ति, तृणद् योगः ति, कृद् योगः न इत्युक्ते अत्र श्नम् विकरणप्रत्ययात् केवलं नकारः अत्र अवशिष्टवर्णः. कृद् योगः न योगः ति, कृणद् योगः ति, तृह् योगः न योगः ति, तृणः योगः ति. अत्र एतेषु उदाहरणेषु नकारलोपः न अभवत्. किमर्थं चेत् टि प्रत्ययः पित् अपि च कित् नित्वत् नास्ति. वस्तुतः अत्र मध्ये न इति स्थापितमस्ति. वस्तुतः मध्ये नास्ति अत्र न इति रुद्योगः ति इति एव अस्ति. तत्र न इति रुद् इत्यस्मिन् मध्ये आगच्छति, न तु रुद् योगः ति तयोः मध्ये नास्ति. इत्युक्ते धातुविकरणप्रत्ययोः धातौ एव तस्य धातौ एव तस्य आगमः भवति, न तु धातु तिङ् प्रत्ययोः मध्ये. मिदचुन्त्यात् परः इत्यनेन. भगिनि एकः प्रश्नः, स्नासरो लोप इति सूत्रम् आदधातुके कितिङिति भवेत् न कार्यं करोति? न कार्यते, केवलं सार्वधातुकलकारेषु एव एतस्य कार्यं भवेत्. एतस्य कार्यं स्पष्टीकर्तुं यत्र अस्य योगः तप्रत्ययः अस्ति, पश्यति चेत् अस्य योगः तप्रत्ययः अस्ति चेत् तत्र अस्तेर् भूः इति भू आदेशः भवति, अतः अस् धातुः एव न तिष्ठति. अस् तिष्ठति. अस्तु, तत् कित्वा तत्र न आगच्छति तत्. अस्तु, साधु. अग्रे पठामि वा भगिनि? हा पठतु भगिनि. अपित्सु प्रत्ययेषु अकारस्य लोपो भवति सर्वत्र. इत्युक्ते अत्र प्रथमपुरुषद्विवचनप्रत्ययः अस्ति, तः तः इति प्रत्ययः, तः प्रत्ययः अपित् प्रत्ययः. अतः अत्र श्नशोरलोपः इति सूत्रेण अकारस्य लोपः भवति. किमर्थं चेत् तः प्रत्ययः अपित् अथवा अपित् अस्ति इति कारणात् अपित् सार्वधातुकम् अपित् इति सूत्रेण नित्वत् भवति. अतः अत्र अकारस्य लोपः भवति. इत्युक्ते रुद् योगः न योगः तः, अत्र रुन्ध् योगः तः. इत्युक्ते अत्र न इत्यस्मात् अकारस्य लोपः, न लोपः इत्युक्ते अलोपः इत्युक्ते श्वशोः अत् लोपः. अत् लोपः अल्लोपः केन, कीदृशसन्धिः अस्ति अत् लोपः अल्लोपः? तोर्लि. समीचीनम्. अत्र यथा भवती उक्तवती अत्र अत्र अल् अकारस्य लोपः अत् लोपः अस्ति. तदर्थमेव अत्र रुन्ध् इति रूपम् आगतं. तथा एव क्षुद् क्षुन्द् भवति, क्षुन्दियोगः तः. रिच् रिञ्च् योगः नो चेत् रिनच् इति भवति स्म, परन्तु अत्र अकारस्य लोपः भूत्वा रिञ्च् इति रूपम् आगतं, रिञ्च् योगः तः. तथा एव तृद् योगः न योगः तः प्रत्ययः, तृङ् योगः तः, कृद् अपि च कृद् योगः न योगः तः, कृन्द् योगः तः. अत्र यथा भवती उक्तवती नकारः मध्ये तत्र न आगच्छति, धातौ एव तत्र तिष्ठति. तथा अन्ततो गत्वा तृः योगः न योगः तः, तृण् योगः तः इति. समीचीनं भगिनि, धन्यवादः. अग्रे मणिमहोदय. देयं यत् तित्सु प्रत्ययेषु नत्वं भवति यत्र निमित्तं वर्तते, अपित्सु प्रत्ययेषु निमित्तं प्रतीयते चेदपि नत्वं न भवति, निमित्तं वादि, परन्तु वस्तुतस्तु नास्ति. तत्र पूर्वत्र सिद्धम् इत्यनेन नत्वं बाधितम्. अग्रे यत्र चण्डिकार्यं क्रियते तत्र नत्वं कथं बाधितम् इति पश्यामः. नत्वं बाधितम् इति उक्तं कथं भवति इति अधः एव उक्तं. नत्वं पिक्सु भवति, अपिक्सु अकारङ्गलोपो भवति, स्नासनोरलोपः इति सूत्रेण अपिक्स् इति प्रयादः, तदेव कार्यं बाधितम् अस्ति किल. सत्यं सत्यं, समीचीनं समीचीनं. पठामि वा अत्र? हा पठतु. अत्र इतोपि कश्चन प्रश्नः उदेति. विवादिगणे अपित्सु तिङ् प्रत्ययेषु सर्वेषाम् अङ्गानां श्नसरोरलोपः इत्यनेन नकार उत्तरस्य अकारलोपो भवति, अतः अङ्गस्य उपधायां नकारः नकारो भवति. अपि च रुदादिगणे हिसि इसि धातुम् अतिरिच्य सर्वे धातवः अनिदिति, अतः येषां सर्वेषाम् अनिदितां धातूनाम् अङ्गानाम् अपित्सु प्रत्ययेषु अनिदितां हल उपधायः गति इत्यनेन किमर्थं न अकारः लोपो न स्यात्. रुन्द् योहतः तः चुन्द् योहतः रिञ्च् योहतः कृन्द् योहतः कृन्द् योहतः तृन्द् योहतः येषु सर्वेषु स्थलेषु अनितं हाल उपधायाः इत्यनेन अपित्सु प्रत्ययेषु सर्वत्र नकारः भवेत् किमर्थं न भवति. अहम् अनितं संसमलोप अनितं द्वितूणं दादौ इति सूत्रेण नकारः आदेशः, अनितं हल् अस्ति चेत् तत्र नकारः लोपो वद किमर्थं न भवति इति पुनः अधः उक्तम् किमपि महोदय. हा अत्र उदाहरणमस्ति खलु, पठतु अत्र उदाहरणं. रुन्द रुन्द्योः तः अत्र अपि तस्य अधः हल् अपि अस्ति, उपधाः सिदः हल् उपधा इति सूत्रेण नकरलोपो भवति अर्हति, परन्तु अत्र न भवति, रुन्द् एव तिष्ठति. लोपो भवति चेत् रुद् योः तः इति भवितुम् अर्हति, अत्र न लोपः, अतः रुन्द् एव तिष्ठति. श्नसोरलोपः इति कार्यानन्तरं श्नम् इत्यस्य अकारस्य लोपः भवति, इदानीम् उपधायां नकारः अस्ति, अपि च धातुः रुदादिगणे सर्वे धातवः हलन्ताः, अतः अत्र सर्वत्र हलन्त हल् वर्णः एव धातुः अन्ते. अपि च यत्र धातुः अनिदित् अनिदित् इत्युक्ते किम् अत्र? इदित् नास्ति अन्ते, इत् इत् नास्ति चेत् अनिदित् इति वदामः. रुदिर् इति धातुः, अनिदित् धातुः. तर्हि अनिदित् अस्ति, अतः अत्र प्रश्नः अस्ति अनिदितां हल उपदायकनिति इति सूत्रेण तस्य निमित्तं पूरितम् अस्ति अत्र, अतः अत्र किमर्थं नकारस्य लोपः न भवति इति प्रश्नः. परन्तु नकारः पूर्वमेव स्नसोरलोपः इति सूत्रेण पररूपं न दत् सूत्रं संख्या 64111 अनिता इत्यनेन 6424 अतः स्नसरोलोप कार्यं कृत अनन्तरम् अनितां हलोपदायः इति न कार्यं भवितुम् अर्हति इति. नकारः अपि अत्र वस्तुतः तकारः एव हल् हलन्तधातुः इत् नास्ति अत्र, इत् नास्ति, अतः अनितां हल उपदायकनीति इत्यस्य प्रसक्तिः अस्ति. किमर्थं न भवति, किमर्थं न भवति इति अग्रे पश्यामः. अत्र ऋणद् योगः तः इत्यस्मिन् सन्दर्भे तत्र ऋणद् इति आदौ नकारः न इति एव अस्ति, तत्र तु अनिदितां हल् उपदायकनीति इत्यस्य प्रसक्तिः एव नास्ति आदौ. यावत्पर्यन्तं श्नसोरल् श्नसोरल्लोपः इत्यस्य कार्यं न भवति अपि च तत्र श्नम् इत्यस्य अकारस्य लोपः न भवति तावत्पर्यन्तम् इदानीम् अनिदितामहलोपदायकनीति इत्यस्य प्रसक्तिः न भवति. तर्हि इदानीम् अनिदितामहलोपदायकनीति इत्यस्य कार्यं भवतु इति चिन्तयामः, किमर्थं न भवति इति अग्रे पश्यामः. अस्तु महोदय, धन्यवादः. अग्रे रामप्रिया भगिनी. आं भगिनि, अत्र च इदित् इत्यनेन कीदृशदातुम् हल उपदायक निति इति एकवारं पठतु. ओ न पठितवान्, ओ क्षम्यताम्. अनिदितां हल उपधाया निति, अनिदितां हलन्तानाम् अङ्गानाम् उपधायाः नकारस्य लोपो भवति किति इति प्रत्यये परे अनुवृत्तिसहितसूत्रम् अस्ति. अनिदितां हलः अङ्गस्य उपधायाः न लोपः निति. अत्र सूत्रं वदति यदा अनिदित् धातुः अस्ति चेत्, अनिदित् इत्युक्ते न इदित् अनिदित्, हलन्तानाम् अङ्गानां हलन्त अङ्गमस्ति चेत् तत्र उपधायां स्थितस्य नकारस्य लोपो भवति निमित्तमस्ति कितिङिति प्रत्यये परे नकारस्य लोपः अस्ति. इदानीम् अस्माकम् अत्र च इदित् इत्यनेन कीदृशधातुः गृह्यते इत्यस्य बोधनार्थम् इदितोनुं धातोः इति सूत्रं परिशीलनीयम्. इदितोनुं धातुः इत्यनेन इदितः धातोः नुम् आगमो भवति. तर्हि कीदृशानां धातूनाम् इदित्वात् नुम् आगमः इत्यस्य स्पष्टीकरणार्थं काशिकावृत्तौ उच्यते यत् इरितां समुदायस्य इत्संज्ञा महाभाष्यम् इति क्षम्यताम् इति दित्वं नास्ति इति इदित्वं नास्ति. इरितां समुदायस्य इत्संज्ञा इदित्वं नास्ति. ओ आम् अवश्यं क्षम्यताम् अवयवो अवयवशोपि इत्संज्ञायां सत्यां गोः पदान्ते इति अन्तःग्रहणम् अनुवर्तितव्यम्. गोः पादान्ते इति अन्तःग्रहणम् अनुवर्तितव्यं तेन अन्ते इदितो धातो वा गृह्यन्ते. अनेन अन्ते इत्यस्य अनुवृत्तिः इदित् इत्यस्य अर्थबोधनार्थम् उपदेशावस्थायां धातोः अन्ते इत्संज्ञक ह्रस्व इकारः वर्तते चेदेव इदित् धातुः इति उच्यते. उपदेश अवस्थायां धातोः अन्ते इत्संज्ञकः ह्रस्व इकारः नास्ति चेत् सः च धातुः इदित् नास्ति. अनेन रुधिर्विधिर् क्षम्यतां विचिर् एतादृशः धातवः इदितः न अपि तु इरितः. अस्तु, इदित् इत्युक्ते किम् इति प्रथमम् अवगन्तव्यं. तत्र इदितोनुं धातोः इति सूत्रस्य परिशीलनं अस्मिन् परिच्छेदे अस्ति. तत्र इदित् इदितोनुं धातोः वदति धातुः इदित् अस्ति चेत् नुमागमः भवति इति वदति. कीदृशधातोः नाम इदित् इत्युक्ते तत्र काशिकावृत्तौ स्पष्टीकरणार्थं उच्यते यत् इरित् इति समुदायस्य इत्संज्ञा यत्र इरित् इति अस्ति तस्य समुदायस्य इत्संज्ञा भवति चेत् तस्य नाम इदित् इति नास्ति. अस्माकं दृशिर् इति धातुः तत्र तद्धातुः तु इरित् अस्ति अतः तत्र तस्य नाम इदित् नास्ति. अनन्तरम् एतद् अवयवो तद् किम् इति अहं न अवगच्छामि भगिनि. अस्तु, तर्हि अत्र रुधिर् इति दातुं स्वीकुर्मः. रुधिर् इति धातुः इरित् अस्ति. यत्र इरित् अस्ति धातुः तत्र इरित् इति समुदायस्य सम्पूर्णसमुदायस्य एव इत्संज्ञा भवति. अत्र पृथक्तया इकारस्य इत्संज्ञा रेपस्य इत्संज्ञा तथा न वदामः. इरित् धातुः अस्ति चेत् सम्पूर्णसमुदायस्य एव इत्संज्ञा भवति. इरित् इति धातौ अत्र रुधिर् इति धातौ अवयवे ह्रस्व इकारः अस्ति वा? अवयवे ह्रस्व इकारः अस्ति रुधि इति तर्हि अत्र इदितोनुं धातोः इति सूत्रं पश्यामः चेत् अत्र रुधिर् इत्यस्य इकार ह्रस्व इकारस्य इत् संज्ञा अस्ति अतः इदित् इति चिन्तयितुं शक्नुमः यतोहि इदितोनुं धातोः इत्यनेन किमपि तत्र अन्यत् किमपि न दत्तम् अतः रुधिरिति इदित् इदित् इव दृश्यते तर्हि अत्र स्पष्टीकृतम् अस्ति काशिकावृत्तौ यत्र धातुः इरित् अस्ति अपि च तत्र अवयवेषु ह्रस्व इकारस्य इत्संज्ञा अस्ति तादृशधातुः इदित् नास्ति यतोहि अत्र अवयवेषु अपि इत्संज्ञायां सत्याम् इत्युक्ते अवयवे अपि इत्संज्ञा ह्रस्व इकारस्य इत्संज्ञा सत्यामपि इदित् धातुः नास्ति किमर्थम् इति चेत् तत्र गोः पादान्ते इति सूत्रात् अन्तग्रहणम् अनुवर्तयितव्यं गोः पादान्ते इति सूत्रे पादान्ते अन्ते इति अस्ति खलु तत्र सूत्रे अन्ते अन्ते इति पदस्य अनुवृत्तिः भवति इदितोनुं धातोः इति सूत्रे अनुवृत्तिः भवति चेत् तत्र किं भवति अर्थः कः भवति इति चेत् तादृशधातुः यस्य ह्रस्वैकारस्य इत्संज्ञा भवति परन्तु ह्रस्वैकारः यस्य धातोः अन्ते अस्ति धातोः अन्ते अस्ति चेत् एव इदित् भवति अतः अत्र तेन अन्तो इदित् धातोः गृह्यन्ते तर्हि धातोः अन्ते ह्रस्वैकारस्य इत्संज्ञा अस्ति चेत् एव इदित् धातुः इति वदामः न तु मध्ये कुत्र यत्र यत्र कुत्रापि अनेन अन्ते इत्यस्य अनुवृत्तिः इदित् इत्यस्य अर्थबोधनार्थम् अग्रे उपदेश अवस्थायां धातोः अन्ते इत्संज्ञकः ह्रस्व इकारः वर्तते चेदेव इदित् इत्युक्ते उपधायाम् तत्तु अवश्यम् उपदेश अवस्थायां धातोः अन्ते इकारः अस्ति चेदेव तस्य नाम इदित् इति धातुः अनन्तरम् उपदेश अवस्थायां यत्र इत्संज्ञा ह्रस्व इकारः नास्ति अन्ते चेत् सः धातुः तु इदित् नास्ति अस्माकं रुधिर्विचिरिति धातुः तु इरित् अस्ति इदित् नास्ति अतः एव तस्य इत्संज्ञा भवति अस्तु समीचीनं कोऽपि प्रश्नः वा एतावत् अत्र इरित् धातु मध्ये नकार न आगच्छति आदेश वा न आगमः वा किम् इरित् इरित् विचिर् रुचिर् अत्र इरित् धातु अस्ति इति इरित् अन्तः अत्र निमागमः न भवति नुमागमः न भवति यतोहि इदित् नास्ति अत्र रुधिर् इत्यस्मिन् यद्यपि ह्रस्व इकारस्य इत्संज्ञा भवति उपदेशजननासिक इति तेन भवति स्म परन्तु तथापि अत्र रुधिर् इति धातुः इदित् नास्ति यतोहि अत्र ह्रस्व इकारः धातोः अन्ते नास्ति अन्तग्रहणं कर्तव्यं यतोहि गोः पादान्ते इत्यस्मात् अन्ते इत्यस्य अनुवृत्तिः भवति इदितोनुं धातोः इति सूत्रे अतः इदानीम् इदित् धातुः इत्युक्ते तादृशधातुः यस्य अन्ते ह्रस्व इकारस्य इत्संज्ञा अस्ति उपदेशावस्थायाम् अस्तु महोदय क्षमितां गोः पदान्ते सूत्रं किमर्थम् अत्र आदेशः द्वितीयं धातोः सम्पूर्णतया वदति इत्यस्य अन्तः अत्रैव नुगामः इति उक्तम् अन्तः इति न वदति खलु कुत्र वदति इदितोनुं धातोः केवलं वदति धातुः इदित् अस्ति चेत् नुमागमः भवति उपदेशावस्थायां तावदेव वदति अत्र अन्ते भवतु कुत्र भवतु इति न उक्तं सूत्रे इदितोनुं धातोः इति सूत्रे इदित् कुत्र भवेत् इति न उक्तम् अस्तु अस्तु धन्यवादः अत्र इरित् इत्यस्मिन् सन्दर्भे इदित् नास्ति इति स्पष्टीकरणार्थम् अत्र गोः पादान्ते इत्यस्मात् अन्तग्रहणम् आवश्यकं नो चेत् रुधिरपि इदित् धातुः इति वक्तुं शक्यते इदितोनुं धातोः इति सूत्रं दृष्ट्वा रुधिरपि इदित् इति वक्तुं शक्यते सूत्रे किमपि न उक्तम् अतः स्पष्टीकरणार्थम् अत्र वार्तिकस्य आवश्यकता अस्ति धन्यवादः धन्यवादः अन्यः सन्देहः अत्र सम्पदः नास्ति अन्ततो गत्वा इत्यस्य अर्थः किं महोदय कुत्र अस्ति अन्ततो गत्वा कुत्रचित् पठितवान् अन्ततो गत्वा इति पदम् अत्र अस्ति इत्यस्य अर्थः अहं न जानामि इत्युक्ते बहु किमपि चर्चितवन्तः इन् द एण्ड् दिस् इस् द कन्क्लूजन् कन्क्लूशन् ओ अस्तु अस्तु धन्यवादः महोदय. भगिनि एकः प्रश्नः अस्ति, रुदे विच् एते भवती उपदेशकधातो रैट् सत्यं, यदि ष्णम् आगच्छति नुमागम रुन्ध् भवति अनुबन्धलोपः इकार तस्य इत्संज्ञा भवति रुन्ध् भवति तदनन्तरं ष्णम् आगत्य रुन्ध् भवति इति. सो रुन्ध् इति अपि उपदेशकधातुः अस्ति वा रुदिरिति धातुः अस्ति, तत्र इरित् इति समुदायस्य इत्संज्ञा भवति. अत्र इरित् इत्यस्य वस्तुतः अत्र इरित् इत्यस्य इत्संज्ञा भवति, तत् अत्र अन्य अन्यत् वार्तिकम् अस्ति. इरः इत्संज्ञा वाच्या इति वार्तिकेन इरित् इत्यस्य इत्संज्ञा भवति, यतोहि अत्र सूत्रे इरित् इत्यस्य इत्संज्ञा समुदायस्य इत्संज्ञा न भवति, यतोहि तत्र इत्संज्ञा सूत्रं पश्यामः चेत् तत्र रेपस्य हलन्त्यम् इत्यनेन भवति, इकारस्य उपदेशे अजनुनासिक इत्यनेन भवति, परन्तु अत्र तथा नास्ति. अत्र इरित् इति समुदायस्य सम्पूर्णतया एकं स्वीकृत्य तत्र लोपः भवति, इत्संज्ञा भूत्वा लोपः भवति, तर्हि रुद् इति अवशिष्यते. रुद् इति लौकिकधातुः अस्ति, लौकिकधातुं स्वीकृत्य तदनन्तरं तिङ् प्रत्ययं योजयामः, तिङ् प्रत्ययं योजयित्वा श्नम् इति आगच्छति धातोः मध्ये. अस्तु, सो उपदेशकधातुतः लोपान्तरं वयं लौकिकधातु प्राप्नुमः. सत्यम्, अस्तु साधु. अस्तु, एतत् परिचयं स्पष्टमस्ति खलु? अस्तु, समीचीनं. तर्हि अग्रे लक्ष्मीभगिनी अग्रे पठतु. अत्र तर्हि रुदादिगणे, तर्हि रुदादिगणे येषां सर्वेषाम् अनिदितां धातूनाम् अङ्गानाम् अपेक्षु प्रत्ययेषु अनिदितां हल उपधाया कृति इत्यनेन किमर्थं नकारलोपः न स्यात्? अत्र रुदादिगणे अत्र एते धातवः अनिदित् धातवः, एतेषां धातूनाम् अङ्गानाम् अपित्सु प्रत्ययेषु अत्र धातवः हलन्तधातवः अपि च अनिदित् धातवः अपि च उपधायां नकारः अस्ति, अपि च अनन्तरं क्लीतिप्रत्ययः अत्र द्विवचन प्रथमपुरुष द्विवचनप्रत्ययः नित्वत् भवति इति कृत्वा अत्र नीतिप्रत्ययः इत्युक्ते सर्वाणि निमित्तानि पूरितानि सन्ति चेदपि अत्र अनिदितां हलोपधाय इति क्निति इति सूत्रेण नकारलोपः किमर्थं न भवति इति प्रश्नः अस्ति अत्र. उत्तरम् एवं यत् श्नशारल्लोपः च अनिदितां हलोपधाय क्निति इत्याभ्यां यत् कार्यं भवति तद्वयमपि आभीयकार्यम् अपि च द्वयोः आश्रयः समानः कित् नित् प्रत्ययः, अतः अनिदितां हलौपधाया क्निति इति सूत्रं प्रति श्नशोरल्लोपः इत्यस्य कार्यम् असिद्धम्. अनिदितां हलौपधाया क्निति प्रति यतोहि अकारलोपो न जातः, नकारः उपधायां नास्ति, तस्मात् अनिदितां हलौपधाया क्निति इति सूत्रस्य प्रसक्तिर्नास्ति इति उक्तमस्ति अत्र. इत्युक्ते अत्र वयं पूर्वमेव पठितवन्तः श्नशोरल्लोपः, तस्य कृते अपि निमित्तानि पूरितानि, अपि च अनिदितां हलौपधाया क्निति इति सूत्रस्य कृते अपि सर्वाणि निमित्तानि पूरितानि सन्ति चेत् तदा कस्य कार्यं भवति इत्युक्ते अनिदितां हलौपधायां क्निति. न न, अत्र तु कस्य कार्यं भवति इति प्रश्नः नास्ति, श्नशोरल्लोपः इत्यस्य कार्यं जातम्. श्नशोरलोपः इत्यस्य कार्यं जातम्, अकारस्य लोपः अभवत्, अकारस्य लोपः अभवत्, इदानीम् अत्र उपादायां नकारः अस्ति इति कृत्वा अनिदिता महलोपदायकनिति इत्यस्य प्रसक्तिः अस्ति, तर्हि तस्य कार्यं भवति न वा इति एव प्रश्नः. तस्य कार्यं भवति वा न वा? अत्र एकं नूतनं पदमस्ति, अत्र कार्यद्वयम् अपि आभीयकार्यम् इति दत्तमस्ति. इत्युक्ते अत्र आभीयकार्यम् इत्युक्ते तयोः द्वयोः आश्रयः समानः. इत्युक्ते अत्र आश्रयः इत्युक्ते अत्र निमित्तम् अत्र कित् लित् प्रत्यये परे एव श्नशोरलोपः कार्यं करोति, अपि च अनुदितां हल उपादाय अपि कार्यं करोति. इत्युक्ते समान आश्रय समानाश्रितकार्याणि, अत्र आश्रयः समानः. किन्तु अनुदितां हल उपादाय किमिति इति सूत्रं प्रति श्नशोरलोपः इत्यस्य कार्यम् असिद्धं भवति. किमर्थं चेत् अत्र असिद्धवदत्राभात् इति सूत्रेण अत्र अधिकारसूत्रस्य प्रसक्तिः अस्ति. अहं सम्यक् वक्तुं न शक्नोमि भगिनि. चिन्ता नास्ति भगिनि, चिन्ता नास्ति. भवती नूतनमस्ति अतः चिन्ता नास्ति. सम्यक्तया प्रयत्नं कृतवती भवती, सम्यक् अस्तु. अत्र सरला भगिनी किञ्चित् वदति वा? द्वयोः द्वयोः सूत्रयोः आश्रयः वा निमित्तम् एकसमानः अस्ति किटिङ् इति परि. श्नसोरलोप इति सूत्रस्य कार्यम् अभवत् पूर्वं कार्यम् अभवत् यथा रुन्दयोग रुन्नद्योग इति अस्ति, तत्र श्नसोरलोप आगत्य अकारस्य लोपः भवति, रुन्दयोगति आगच्छति. इदानीम् अनुदितां हल् भगिनि भगिनि ती ती इति नास्ति, तः तः आमां सारि कितिङ् इति परितः अस्ति, क्षम्यतां. यदि कितिङ् इति परे तस्य कार्यं भवति श्नसोरलोपस्य. इदानीम् अनुदितां हल् उपधायां कितिङ् इति परे तस्यापि सर्वे निमित्तानि पूरितानि सन्ति अत्र अपि. धातोः उपधायां नकारः अस्ति, परे कितिङ् इति प्रत्ययः अस्ति. किन्तु आभ्यकार्यम् इति चुके यदि पूर्वम् आभ्यकार्यं अभवत् यत् पूर्व सूत्रस्य अपि समान आश्र अस्ति, निमित्तं समानम् अस्ति, तत् अभवत्, तत् अतः तत् क्रमेण यदि द्वितीय सूत्रम् आगत्य कार्यं कर्तुम् इच्छति तत् कार्यं न भवति, तत् न दृष्टम्. अनिदितां हल् उपधायां कितिङिति इति सूत्रेण कृते यः रुनद् अस्ति रुन्दयोग सः अस्ति, तत्र अकार तिष्ठति रुन्द तत् कार्य श्नसोरलोपस्य कार्य अदृष्टम् अनिदिता हल् उपधायां कितिङिति सूत्रेण. अतः तस्य कार्यं प्रसक्ति न भवति, कारणं कि इदानीं रुनद् योगः तः अस्ति, न तु केवलं नकारः अस्ति. उपधायाम् अकारः अस्ति, न तु नकारः. अतः अनुदितां हल् उपधायां कितिङ् इति सूत्रस्य कार्यम् असिद्धं भवति इति अस्ति अभ्यकार्यं. द्वे सूत्रे षष्ठम् अध्यायस्य चतुर्थ सूत्रम् एकवारं पठतु भगिनि, सूत्रं पठतु एकवारम्. असिद्धवत्त्राभात् असिद्धवत्त्राभात् षष्ठम् अध्यायस्य चतुर्थपादे द्वौ विंशतिसूत्रं द्विविंशतिसूत्रं कमपि आश्रयम् अधिकृत्य आभीयकार्यं द्वितीयसमानाश्रितम् आभीयकार्यं प्रति असिद्धं भवति. अधिकारसूत्रं भस्य षष्ठमाध्यास चतुर्थाध्याये नवविंशति अधिकम् एकशतम् इति अधिकारसूत्रेण भसंज्ञा सम्बन्धकार्याणि भवन्ति षष्ठाध्यायस्य अन्तपर्यन्तम्. असिद्धवत् प्रभात् इत्यनेन षष्ठमध्यास चतुराध्याय द्वाविंशति सूत्र आरभ्य इत्यनेन षष्ठमध्यासे चतुर् न असिद्धवत् प्राभात् इति अस्ति षष्ठमध्यासे चतुर्थपादे द्वाविंशतिसूत्रम् इत्यनेन षष्ठमध्यासे चतुर्थाध्याये त्रिविंशतिसूत्रम् इस्य मात् आरभ्य भस्य इत्यस्य अधिकारस्य अन्तपर्यन्तं षष्ठमाध्यायस्य अन्तं पर्यन्तं पञ्चसप्तति अधिकम् एकशतं सूत्रं पर्यन्तम् एषां कार्यां नाम अव्ययकार्यं भवति. असिद्धवत् अव्ययपद्यम् अत्र अव्ययपद्यम् अव्ययकारः नास्ति, अत्र मुद्रणदोषः अस्ति. अव्ययपदम् अव्ययपदम् अस्तु अव्ययपदम् अत्र अव्ययपद्यम् अव्ययपद्यं भात् पञ्चम्यन्तम् अनेकपदम् इदं सूत्रम् असिद्धवत् इत्युक्ते यथा न अजनिष्यत् सूत्रस्य विधानं जातं कार्यं च सिद्धं किन्तु अनेन सूत्रेण द्वितीयसूत्रं प्रति प्रथमस्य कार्यं यथा न अभविष्यत् अतः असिद्धवत् इति उक्तं. समान आश्रितं कार्यम् इति अर्थः उदेति अत्र इति अव्ययपदेन अस्मिन् त्रल् अस्मिन् योगत्रल् अत्र अस्मिन् इत्यस्य सप्तम्यान्तत्वेन निमित्त्वात् इति आशयः. सूत्रं स्वयं सम्पूर्णम् असिद्धवत् अत्र आभात् इति अस्ति. अहम् आ इति न अवगच्छामि तस्य संक्षेपे अस्ति असिद्धवत् प्राभात् इति षष्ठमध्यायस्य चतुर्थाध्याये द्वाविंशतिसूत्रम् अस्ति. तस्य अनन्तरं त्रिविंशतिसूत्रम् आरभ्य बसंज्ञा भवति. बसंज्ञा षष्ठमध्यायस्य चतुर्थपादे अन्तिमसूत्रं पर्यन्तं तस्य अधिकारः आगच्छति. बसंज्ञा इति यदि भवति तत्र आभीयकार्यं भवति तथा आभीयकार्यं यदि द्वे सूत्रे आगत्य कार्यं करोति द्वयोः सूत्रयोः आश्रयं वा निमित्तम् एकम् एकसमान अस्ति समान कार्यं तत्र यदि पूर्वकार्यम् अभवत् तस्य कृते द्वितीयकार्यं द्वितीयसूत्रस्य कार्यं न पूर्वकार्यस्य कार्यं द्वितीयसूत्रेण न दृष्टम् अतः द्वितीयसूत्रस्य कार्यं न भवति. तस्य प्रति पूर्वकार्यं असिद्धं भवति इति. समीचीनं. अहं न अवगच्छामि असिद्धवत् अव्ययपदम् अव्ययपदम् इति अव्ययपदम् इति अव्ययपदम् अस्ति. असिद्धवत् इति असिद्ध इति न सिद्ध असिद्ध खलु न सिद्ध असिद्ध इति तत्र नैतत्पुरुषसमासः अस्ति. तदनन्तरं वतु प्रत्ययं योजयित्वा असिद्धवत् इति असिद्धवत् इति उक्तम्. अत्र अव्ययपदं किमर्थम् अत्र अव्ययपदम् उक्तम् इति द्रष्टव्यम्. अत्र अव्ययपदं किमर्थं तत्र समासस्य विषयः अस्ति इति कृत्वा अव्ययपदं कथञ्चित् भवति वा इति द्रष्टव्यं. परन्तु अत्र आभात् इत्युक्ते अत्र आ इत्युक्ते सम्पूर्ण भस्य इति अधिकारः यत्र पर्यन्तम् अस्ति तस्य तत्र भस्य इत्यस्य अधिकारः अत्र पुस्तके पश्यामः चेत् अष्टाध्यायी इति पुस्तके भस्य इत्यस्य अधिकारः षष्ठाध्यायस्य चतुर्थपादे 1-9 इति अस्ति सूत्रम्. हा भस्य इत्यस्य अधिकारः 1-9 तस्य अधिकारः तत्र अध्यायपरिसमाप्ते तर्हि अत्र असिद्धवत् अत्राभात् इत्यस्य अधिकारः आभात् इत्युक्ते बस्य इत्यस्य अधिकार अन्तपर्यन्तम् अस्तु. तर्हि तत्र अन्तिमसूत्रमस्ति ओ आभात् इत्युक्ते इति सूत्रस्य आरभ्य तत् भवति आभात् इति आभात् इत्युक्ते बस्य इत्यस्य अन्तपर्यन्तं बस्य इत्यस्य अन्तपर्यन्तम् अस्तु बस्य इत्यस्य अन्तपर्यन्तम् अत्र इत्युक्ते अत्र इत्युक्ते अस्मिन् अधिकारे अत्र सप्तम्यन्तार्थः अस्ति अत्र अस्मिन् अधिकारे अस्मिन् अधिकारे यानि सूत्राणि सन्ति तेषां कृते अत्र असिद्धत्वम् इति कार्यं भवति. लक्ष्मीभगिनी अवगच्छति वा? प्रथमवारम् अत्र पूर्वमहं पूर्वत्र सिद्धं श्रुतवती, परन्तु अत्र असिद्धवदात्राभाति इति अन्यत् सूत्रमस्ति. इत्युक्ते एकस्मिन् एव समये अत्र सर्वाणि निमित्तानि पूरितानि सन्ति चेदपि अत्र अनिदितां फलोपधायाः इति इत्यस्य प्राप्तिः न भवति, केवलं प्रसक्तिः एव अस्ति. तद् किमर्थम् इति अत्र एतत् सूत्रं वदति. परन्तु अत्र भेदः कः अनयोः मध्ये इति अहं सम्यक्, तयोः मध्ये भेदः कयोः मध्ये? पूर्वत्र सिद्धं सूत्रं पश्यामश्चेत् तत्र पूर्वसूत्रं प्रति परसूत्रम् असिद्धं भवति इति उक्तमस्ति. तत्र पूर्वसूत्रं प्रति परसूत्रम् इति अस्ति. पूर्वत्र सिद्धम् इति अस्य कार्यासिद्धं कथं भवति इति चिन्तयतु. अत्र कार्यासिद्धमेव, अत्र अत्र अनिदितां हलोपधायाः इति सूत्रं पूर्वसूत्रमस्ति, श्नशोरलोपः परसूत्रमस्ति. परन्तु इत्युक्ते अत्र पूर्वपर इत्यस्य प्रसक्तिः नास्ति भगिनि. अत्र पूर्वपर इत्यस्य प्रसक्तिः नास्ति. अत्र पूर्वत्र सिद्धम् इत्यनेन पूर्वसूत्रं प्रति परसूत्रम् असिद्धम् इति तथा अस्ति खलु तत्र अष्टमाध्यायस्य त्रिपाद्याम्. अत्र तु पूर्वत्र सिद्धम् इत्यस्य तादृश असिद्धत्वं नास्ति, परन्तु अत्र एकस्य सूत्रस्य कार्यं जातम् अस्तु. तदनन्तरं द्वितीयसूत्रम् आगच्छति, द्वितीयसूत्रस्य प्रसक्तिः तदनन्तरम् अस्ति. तस्मिन् सन्दर्भे इदानीम् अत्र प्रथमसूत्रमपि अत्र असिद्धवत् अत्राभात् इत्यस्य कार्यक्षेत्रे अस्ति, यतोहि अत्र षष्ठमाध्यायस्य चतुर्थपादे त्रयोविंशतितमं सूत्रात् आरभ्य षष्ठाध्यायस्य चतुर्थपादे अन्तपर्यन्तम् अभियकार्याणि, सर्वाणि कार्याणि अभियकार्याणि. तर्हि इदानीं श्नस्वरलोपः इत्यस्य सूत्रसङ्ख्यां पश्यति चेत् तत्सूत्रमपि अभियकार्यम्, अनिदितां हल उपदायक्नीति इति सूत्रमपि अभियकार्यं, सूत्रद्वयमपि अभियकार्यम्. तदनन्तरम् अत्र असिद्धवदत्राभात् इत्यस्य अधिकारः अस्ति वा इति पश्यामः चेत् तत्र सूत्रं किं वदति इति चेत् कमपि आश्रयम् अधिकृत्य अभियकार्यं द्वितीयसमानाश्रित अभियकार्यं प्रति असिद्धं भवति. तर्हि इदानीं सूत्रद्वयम् अस्ति. श्नसोरल्लोपः इति सूत्रं पश्यामः चेत् तस्य आश्रयः अस्ति कित्नित् प्रत्ययः एव निमित्तम् अस्ति. अनन्तरम् अनिदितां हल उपदायक्नीति इत्यस्य सूत्रस्य आश्रयः अपि कित्नित् प्रत्ययः. तर्हि द्वयोः सूत्रयोः आश्रयः समानः, सूत्रद्वयमपि अभियकार्यक्षेत्रे अस्ति. अतः अत्र असिद्धवदत्राभात् इत्यस्य अधिकारः अस्ति. इदानीं वयं जानीमः तत्र ऋणद्योगः तः तत्र श्नसोरल्लोपः इत्यनेन अकारस्य लोपः अभवत्, तर्हि रुन्द् योगः तः इति अस्ति. इदानीम् अनिदितां हल् उपदायक्नीति इति सूत्रम् उद्युक्तः अस्ति कार्यं कर्तुं, परन्तु अत्र अनिदितां हल् उपदायक्नीति इति सूत्रमपि अभियकार्यं, तस्य आश्रयः अपि समानः, यथा पूर्वसूत्रस्य आश्रयः तथैव एतस्यापि आश्रयः समानः इति कृत्वा इदानीम् अत्र द्वितीयसूत्रस्य दृष्ट्या प्रथमसूत्रेण यत् कार्यं कृतं, श्नसोरलोपः इत्यनेन यत् कार्यं कृतं, तद् न पश्यति, असिद्धम् अस्ति, न पश्यति एव. अतः इदानीमपि अत्र ऋणद्योगः तः इत्येव अस्ति, तत्र अकारस्य लोपः एव न जातः. अतः अनिदितां हल् उपदायक्नीति इति सूत्रम् आगच्छति यत् अत्र ऋणद्योगः तः एव पश्यति, दृष्ट्वा अत्र उपदायं नकारः नास्ति, अतः अनिदितां हल् उपदायक्नीति इत्यस्य कार्यमेव न भवति असिद्धवत् अत्राभात् इत्यनेन. यथा अत्र त्रिपाद्यं कार्यासिद्धम् इति वदामः, तत्र एकस्य कार्यं भवति चेत् तदनन्तरं सपादसप्ताध्यायाम् अथवा पूर्वत्रिपादीसूत्रं कार्यार्थम् आगच्छति चेत् तर्हि परत्रिपादीसूत्रेण यत् कार्यं कृतं तद् न पश्यति खलु. परन्तु तत्र पूर्वपर इति तादृशभेदः अस्ति, अत्र तु पूर्वपर इति भेदः नास्ति. अत्र अस्मिन् आभीयकार्यक्षेत्रे सूत्रद्वयम् अस्ति चेत् एकस्य कार्यानन्तरं द्वितीयसूत्रं प्रथमसूत्रस्य कार्यं न पश्यति. अधुना अवगच्छामि, धन्यवादः. अस्तु, समीचीनम्. अस्तु, मणिमहोदय अत्र अन्तिम ऋणद्योगः तः इति पठतु. ऋणद्योः तः स्वरोल्लोपः रुन्द्योहतः असित्रवत्रभावात् इत्यनेन अनीताम् अल्लुभया इति सूत्रं प्रति ससौरलोपः इत्यस्य कार्यम् असिद्धम्। ऋणद् योहतः अनिदितां हलभुदाङ्गिति इति सूत्रस्य प्रसक्तिः नास्ति। इदानीमेव भवता उक्तं कार्यक्षेत्रं समानमेव पुरत्र असिद्धम् इति सूत्रेण न असिद्धावत् अभवत् इति सूत्रेण 6423 6433 पर्यन्तं संसोरलोपः अपि अनितमालोपः अपि आभ्यकार्यम्। अतः यद्यपि स्मसोरलोपः इति सूत्रेण आकारः लोपः भवति चेत् अपि अनितमालोपसूत्रेण नकारः भवति एव तिष्ठति इति पूर्वसूत्रस्य स्मसोरलोपस्य कार्यं कृतस्य अनन्तरमपि अकारः नकारः लोपः न भवति, ऋणद्येव तिष्ठति इति पश्यति, इत्युक्ते तस्य कार्यं न पश्यति इति। अतः अनितम् अलोपतः सूत्रं तत्त्वेन नकारः न लोपो भवति इति वदामः। सत् सत्यम्। अभियकार्यस्य क्षेत्रम् अन्तपर्यन्तं षष्ठाध्यायस्य अन्तपर्यन्तं 233 नास्ति 160 175। पञ्चसप्तति अधिक एकशतम्। अस्तु समीचीनमस्ति। अत्र कोऽपि प्रश्नः वा भगिनि? इदानीं रत्वं तत्र तस्य कथं साधितं? पित् यदि अस्ति तत्र रत्वं भवति, यदि अपित् अस्ति अत्र स्नातरलोपः अस्ति कार्यं करोति, तत् पूर्वसूत्रमस्ति रत्वं सूत्र दशाभ्यां नोण कुम्वाङ् चतुर्थ अष्टमध्ये आसीत् चतुर्थपादे आगच्छति चिन्तयामि। तत् परसूत्रमस्ति तत् अतः परसूत्रम् असिद्धं भवति यदि अपित् अस्ति तत् असिद्धं। केन सूत्रेण अत्र अन्यत् सूत्रं किम्? ऋणद्योगः तः इत्यस्मिन् सन्दर्भे श्नसोरलोपः इत्यस्यापि प्रसक्तिः, रसाभ्यां न अट्कुप्वाङ्नुं व्यवाये अपि इत्यस्यापि प्रसक्तिः। तर्हि अट्कुप्वाङ्नुं व्यवाये अपि इति असिद्धमस्ति, तत्तु सम्यक् एव। परन्तु इदानीं ऋणद् योगः श्नसोरलोपः इत्यस्य कार्यानन्तरं ऋणद्योगः तः तत्र अट्कुप्वाङ्नुं व्यवाये अपि इत्यस्य कार्यं भवति वा इति प्रश्नः। तत्र किं चिन्तनं? तत्र नश्चापदान्तस्य जलि इत्यस्य अपि प्रसक्तिः अस्ति किल भगिनि? सत्यं सत्यं, समीचीनं, सम्यक्। अतः तत्र तृतीयपादे अस्ति नश्चापदान्तस्य जलि, अट्कुप्वाङ्नुं तु चतुर्थपादे अस्ति, अतः पूर्वत्र सिद्धम् इत्यनेन नश्चापदान्तस्य जलि इत्यस्य कार्यं भवति, अट्कुप्वाङ्नुं व्यवायेपि इति सूत्रेण नत्वं न भवति इति। सत्यम्। तदनन्तरं तत्र नश्चापदान्तस्य जलि इत्यस्य कार्यं भूत्वा तदनन्तरं किं भवति? इदानीम् अनुस्वारादेशः भवति, अनुस्वारस्य ययि परसवर्णः इत्यस्य प्रसक्तिः तत्र तत्र अट्कुप्वाङ्नुम् इत्यस्य कार्यं तु न भवति। इदानीं रुन्द्योगः तः इति अस्ति, नश्चापदान्तस्य जलि अनुस्वारस्य ययि परसवर्णः कार्यद्वयमपि भूत्वा रुन्द्योगः तः, इदानीम् अट्कुप्वाङ्नुं व्यवाये अपि कार्यं करोति वा? अट्कुप्वाङ्नुं व्यवायेपि इदानीं तत्तु नकारः न पश्यति किल? किमर्थं? समीचीनमेव, किमर्थम्? अस्तु, अनुस्वारस्य ययि परसवर्णः अट्कुप्वाङ्नुम् इति 842, अनुस्वारस्य ययि परसवर्णः तु अन्ते अस्ति 858 संख्या 58 अस्ति, अन्ते अस्ति, तर्हि परन्तु पूर्वत्र सिद्धम् इदानीं नश् अट्कुप् वाङ्मुं तु अनुस्वारः एव पश्यति, नकारः न पश्यति, अतः तस्य कार्यं न भवति. अतः अनुस्वारस्य ययि परसवर्णः परसवर्णादेशः करोति. परसवर्णादेशः भूत्वा इदानीम् अनुस्वारस्य ययि परसवर्णः अनुस्वारः अभवत्, तदनन्तरम् अनुस्वारस्य ययि परसवर्णः इति कार्यमपि अभवत्, तदनन्तरं तत्र नत्वस्य प्रसक्तिः अस्ति वा इति चेत् तत्र नत्वं नत्वविधायकसूत्रं पूर्वसूत्रम् अस्ति, अतः अत्र अनुस्वारस्य ययि परसवर्णः इत्यस्य कार्यं न पश्यति. तर्हि तत्र कीदृश असिद्धत्वम्? कार्यसिद्धं वा? कार्यसिद्धं, सत्यं कार्यसिद्धं, कार्यसिद्धं. यतोहि अत्र परसूत्रेण यत् कार्यं कृतं तत् पूर्वत्रिपादिसूत्रं न पश्यति, यतोहि तत् परसूत्रस्य कार्यम् असिद्धम् अस्ति, तस्य कार्यं जातम् अत्र अनुस्वरस्य ययि परसवर्णः इत्यस्य कार्यं जातं. तदनन्तरम् अत्र अट्कुप्वाङ् नुं व्यवायपि इति सूत्रम् आगच्छति कार्यार्थं, परन्तु तत् सूत्रं यत् परत्रिपादिसूत्रेण यत् कार्यं कृतम् इत्युक्ते अनुस्वारस्य ययि परसवर्णः इति परसूत्रमस्ति, तस्य कार्यं न पश्यति, तस्य दृष्ट्या तादृशकार्यमेव नास्ति, असिद्धमस्ति तादृशकार्यम्. अतः इदानीमपि अनुस्वारः एव पश्यति. अतः यत्र यत्र कुत्रापि अपित् प्रत्ययः अस्ति तत्र सर्वत्र नश्चापदान्तस्य जलि अनुस्वारस्य ययि परसवर्णः इति कार्यमेव भवति इति कृत्वा णत्वं न भवति. परन्तु यत्र पित् प्रत्ययः अस्ति ऋणद्योगः ति इति अस्ति, तत्र किं भवति? तत्र णत्वं भवति, तत्र नश्चापदन्तस्य जलि इत्यस्य अवसरः अस्ति वा? नास्ति, कारणं कि नकार नास्ति, न अस्ति, अकार अस्ति परे. हा, जल्वर्णः नास्ति परे, अतः तत्र न भवति. अतः सर्वत्र पित्सु प्रत्ययेषु ऋदादिगणे णत्वमेव भवति, न तु नश्चापदान्तस्य जलि. केवलम् अपित् प्रत्ययः अस्ति चेत् तत्र नश्चापदान्तस्य जलि अपि च अनुस्वरस्य ययि परसवर्णः, तत्र णत्वस्य अवसरः एव न भवति. अस्तु अस्तु साधु, अस्तु समीचीनं. अन्यत् किमपि? हा, अन्यत् किमपि? अस्तु, तर्हि समापयामः. सर्वेषां धन्यवादः, नमस्कारः. शुभ धन्यवादः भगिनी, नमस्कारः. धन्यवादः, नमस्कारः.